पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 189 ईश्वर उवाच प्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके गीता पञ्चदशाध्यायमाहात्म्यमवधारय कृपालुर्नरसिंहो भून्नाम्ना गौडेषु भूपतिः यस्यासि धारया सङ्ख्ये देवासङ्खा वधीकृताः यदीयमत्तमादङ्गदानधाराजलैरिला निदाखेऽपि च सेहेतां रविसन्तापवेदनां सङ्क्रन्दनपरित्रस्ता यदीयशरणं गदाः रजिरे करिणो मत्ताश्चलन्तः पर्वता इव मतमादङ्गचीत्कारप्रतिस्वनमिवाधराद यस्य गोपायदशैला व्याहरन्ति कृपावदः यदीय धावत्तुरगक्षुरसङ्खादजर्जरम् नाभूचित्रं कथंकारं गदखण्डं धरातलं यस्मिन् वृत्रहणो मित्रे समुद्धरदिमेदिनीं पुनरुज्ज्वलयां चक्रे महाभाष्यं भणीश्वरः तस्यासीत् सैनिको धीमाञ्चस्त्रशास्त्रकलानिधिः नाम्ना सरभ भेरुण्डः प्रचण्डभुजमण्डलः भाण्डारेण तुरङ्गैश्च भटैर्वीररसोद्भवैः समान एव भूपालदुर्गैरत्यन्तदुर्गमैः स कदाचित् स्वयं राज्यं कर्तुं पापो दधे मनः निहत्य वसुधापालम् बलात्साकं कुमारकैः कर्तुं व्यवस्य दिवसैः स्वल्पैरिद्धं चिकीर्षया विशूचिकामया दाशु परासु समजायत काले नाल्पीयसा प्रेत्य पापात्मा तेन कर्मणा तेजस्वी तुरगो जातः सिन्धुदेशे वृषोदरिः मूलेन बहुना कृत्वा हयतत्त्वविदाततः बहु यत्नवदानीतः केनचिद्वैश्यसूनुना राजापि पौत्रनप्राद्यैस्तस्यैव मरणात् परं कालेन वृद्धतां प्राप्तस्वराज्यं चापि पालयन् स वैश्यसूनुष्टं चाश्वं राज्ञे दातुं समागतः राज्ञोद्वारि स्थितस्तत्र प्रदीक्षंस्तत्समागमं ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतिहारेण दर्शितः किमर्थं ब्रूहि राज्ञेदि पृष्टस्पष्टमभाषत देवत्रिजगदीरत्नमिति मत्वा तुरङ्गमः मया नियुतमूल्येन बहुना साधुलक्षणः ततोऽवलोक्य वक्त्राणि भूपालपार्श्ववर्तिनां समाधिदेशवणिजमश्वोत्र नीयतामिति शिरांसि धूनयन्नृणामश्वलक्षणवेदिनां शूराणामपि चेदांसि मुहुरुत्साहयन्महान् अखण्डमेदिनीवेग बहुसङ्क्रमणार्जितं लालाभेन चलेनासौ वमन् शुभ्रतरं यशः उच्चैश्रवस्तुलां भेजे गुणसाम्येन सत्त्वतः विवृण्वन्नदि तेजस्वी ह्रियेव नतकन्धरः चामरैरिन्दुधवलैर् विद्यमानो निरन्तरं दुग्धाम्भोनिधिलोलैस्तैः श्वासैरुच्चैश्रवा इव नीलादपत्रयुगलं घनच्छायतुलश्रिया बिभ्राणो वारिदालीढ हिमाद्रिशिखरश्रियं मेदिनीमण्डलस्पर्श सङ्क्रान्तमिव पावकं मुहुरुधरयन् ध्वन्वन् बन्धुरं कन्धरातटं धारयन् वैरिणः सर्वान् व्याहरंश्च जयश्रियं हेषारवेण गुरुणा दिक्षुप्रख्या पयन्यशः सत्त्वस्य राशिरत्युच्चैर्गदीनामिव शेवधिः रूपस्य निलयं साक्षाल्लक्षणानां पयोनिधिः अनितो वणिजा वाजीराज्ञा च समदृश्यत बहुधा वर्णितो मात्यैरश्वलक्षणवेदिभिः यथेच्छं वणिजोदीर्णं स्वर्णं दत्त्वा महीपतिः जग्राहतुरगं वेगादसीमानन्दनिर्भरः ततोऽश्वपालमाहूय यत्नतस्तं निरूप्य च विसर्जितसभालोको गृहान्तरमगान्नृपः अनेकथा समापृष्टो महीपालं रणाङ्गणे शस्त्रव्रणकिणश्रेणी भूषणं सत्त्वसन्निभं यगदा मृगयां केलन् कुतूहलरसात्मना तमारुह्य महीपालो वनं प्रति विवेशः विसृज्य सैनिकान् पृष्ठे दावधपरितोऽखिलान् आकृष्यमाणो हरिणैः पिपासाकुलितो भवद तद उत्तीर्य तुरगाज्जलमन्वेषय नृपः बद्ध्वाश्वं तरुशाखाया मारुरोह शिलान्नृपः गीता पञ्चदशाध्यायश्लोकार्धलिखितं ततः पादितं मरुता तत्र यत्र खण्डे विलोकयत पत्रं वाचयतो राज्ञ श्रुत्वा गीताक्षरावलीं ततो मुक्तिपदं लेभे तुरगस्त्वरया पदद ततो ग्रन्थिं समाच्छिद्य पल्याणव तार्य च उद्धापमानस्तुरगो राज्ञानोद्धितवान् मृदः तत सरभभेरुण्डो नृपमाभाष्य सुस्वरं दिव्यं विमानमारुह्य जगामत्रिदशालयं ततो गिरिं समारुह्य ददर्शाश्रममुत्तमं पुन्नागकदलीचूद नारिकेलसमन्वितं द्राक्षेक्षु वाडिकापूगनागकेसरचम्पकं केलकरभसारङ्गं नृत्यत्केगिकुलं नृपः प्रणिपत्य द्विजन्मानमुडजाभ्यन्तरस्थितम् अप्रच्छ परया भक्त्या मुक्त संसारवासनात् तुरगो निरगात् स्वर्गं हेतुना केन मे वद इत्याकर्ण्यवजो राज्ञो द्विजन्मा वाजमूचिवान् कालेन बहुना प्रेत्य तत्पापात्तुरगो भवद अथ पञ्चदशाध्यायश्लोकार्थं लिखितं क्वचिद ततो वाचयत श्रुत्वा निरगातुरगो दिवं ततः समागतैस्तत्र परिवारजनैर्वृतः प्रणिपत्य द्विजन्मानं हृष्टरोमा विनिर्गतः पत्रं तदेव लिखितं गीता पञ्चदशाक्षरं वाचयन् स महीपालो हर्षसम्भुल्लोचनः अभिषिच्य निजं पुत्रं मन्त्रविन्मन्त्रिभिः समं सिंहासने सिंहबलं मुक्तिमापविशुद्धधीः इति श्रीपाद्मे महापुराणे उत्तरखण्डे गीतामहात्म्ये एकोननवति अधिकशततमोऽध्यायः ॐ